नमस्कारः. तर्हि अस्माकं विषयः अनुवर्तते प्रेरणार्थीनि विशेषाः हलन्तदातवः इति. तत्र स्थानिवद्भावः इति इति विषयस्य आवश्यकता ज्ञानम् आवश्यकं वर्तते इति कृत्वा, तस्य आवश्यकता वर्तते इति कृत्वा अत्र वयं स्थानिवद्भावः इति करपत्रम् अस्ति, तद् वयं पठन्तः स्मः. तत्र गते सप्ताहे अस्माभिः दृष्टम् आसीत् शास् योगः हि लोटि, मध्यमपुरुषे लोटिः इति प्रत्ययः आयाति. तर्हि तादृश्यां स्थित्यां शास् हि इति स्थित्यां सूत्रद्वयस्य प्रसक्तिः वर्तते. एकमस्ति शाहौ इति सूत्रं, यत्र हि प्रत्यये परे शास् इत्यस्य तु शा आदेशः भवति इति. अन्यत् सूत्रमपि अन्यसूत्रस्यपि प्रसक्तिः अस्ति कुजल्व्युर्हेति इति. अनेन किम् इत्युक्ते जलन्तेभ्यः धातुभ्यः हि प्रत्ययस्य धि आदेशः भवति. तर्हि अस्माकं अत्र प्रश्नः उदेति, किं सूत्रं प्रथमम् आयाति? यदि शास् हि प्रथमं शाहौ प्रथमं कार्यं करोति चेत् हलन्तेभ्यः धातुभ्यः इति हूजल्भ्युहेद् इत्यस्य कार्यं तु न सम्भवति इति सामान्यतया तु न सम्भवति. यदि किमर्थमित्युक्ते जल् वर्णः तु नास्ति खलु, तथा एव यदि वयं हूजल्भ्यो हेद् इति प्रथमं कार्यं इति कार्यं भवति चेत् हि प्रत्ययस्य स्थाने धि आदेशः भवति. तस्यां स्थितौ अत्र हि परे शा आदेशः तु न भवति भवितुमर्हति ननु इति प्रश्नः. तर्हि तस्य निवारणा, तस्य अवगमनार्थं वयं किम् अधुना पश्यन्तः स्मः इत्युक्ते, सूत्रं वर्तते स्थानिवद् आदेशो अनेभ्यौ इति सूत्रं. स्थानिवद्भावं यत् प्रदर्शयति, यत् विवृणोति. तर्हि अत्र सूत्रस्य भागद्वयम् इति अस्माभिः दृष्टमासीत्. यत्र प्रथमभागं तु बहु सरलं वर्तते, आदेशः तु स्थानिवद् इति, आदेशः स्थानिवद् इति तावदेव अस्ति. तस्य किमस्ति, पदद्वयमेव अस्ति, आदेशः स्थानिवद् इति. तत्र तु क्लेशः नास्ति खलु, यद्यत् आदेशः भवति तत् आदेशः स्थानिवद्, यस्य स्थानिनः स्थाने आगच्छति तादृशस्वभावं गुणं प्राप्नोति इति अर्थः. अन्यत् किम् अस्ति इत्युक्ते अनल्विदौ इति अन्यभागः अपि वर्तते, यत् वदति यत्र अल्विधिकार्यं नास्ति. अल्विदौ इत्युक्ते अल्विधिकार्यम्, अनल्विदौ इत्युक्ते यत्र अल्विधिकार्यं नास्ति तत्र एव तादृशस्वभावः आदेशः स्थानिवद् भवितुम् अर्हति इति अनल्विदौ इति वदति. अत्र किम् इत्युक्ते अनल्विदौ इति यत् अत्र तु अनल्विदौ इति समस्तपदम् अस्ति खलु, तर्हि तत्र अनल्विदौ इत्युक्ते अनल्विदौ इति अत्र विषयसप्तमी वर्तते. तर्हि कीदृशसमस्तपदम् अस्ति, तस्य किम् अस्ति सः अर्थः इति पश्यामः चेत्, तस्मात् पूर्वं किम् इत्युक्ते प्रथमभागः यत् आसीत् आदेशः स्थाने उद्भवति इति अस्ति, तत्र स्थानिवद् इत्यनेन के के गुणाः गृह्यन्ते इति अत्र कारिकवाक्यं वर्तते, काशिकायां वाक्यं वर्तते. धातु अङ्गकृतद्दित अव्यय सुप्तिङ् पद आदेशाः इति. तर्हि यदि स्थानि धातुः अस्ति चेत् आदेशः अपि धातु इति संज्ञां प्राप्नोति, धातुः अङ्गम् अस्ति चेत् आदेशः अपि अङ्गम् इति संज्ञा, धातुः कृत् अस्ति चेत् आदेशः अपि कृत् क्षम्यतां, तानि तद्धितप्रत्ययः अस्ति चेत् आदेशः अपि तद्धितप्रत्ययः, तानि अव्ययम् इति अस्ति चेत् यत् आदेशः यतः शब्दः आयाति तस्मिन् तस्य स्थाने तदपि अव्ययसंज्ञां प्राप्नोति. तथा एव यदि आदेशः यदि स्थाने सुप्रत्ययः अस्ति चेत् तादृशसुप्रत्ययस्य स्थाने यः कोऽपि शब्दः आयाति तदपि सुप्रत्ययः इति तस्यापि संज्ञा भवति. तथा एव तिङ्प्रत्ययः अस्ति चेत् स्थाने तस्य स्थाने यः शब्दः आयाति सः अपि तिङ्प्रत्ययः इति संज्ञां प्राप्नोति. तथा एव पदमस्ति चेत् पदस्य स्थाने यत् आदेशः भवति तदपि पदमिति वयं स्वीकुर्मः इति. अधुना द्वितीयभागः यत् अस्ति अनल्विदौ इति अस्ति, तत्र तु समासः अस्ति इति कृत्वा तस्य तस्य तस्य कथं तस्य विग्रहवाक्यं कर्तुं शक्यते इति अस्माभिः गते सप्ताहे चिन्तितमासीत्। तर्हि अत्र अत्रवतु वयम् अल् विधिः इति एव अनल् विधौ इति अनन्तरं पश्यामः। यत्र नञ् समासः वर्तते, प्रथमं तु अल् विधिः इति स्वीकृत्य पश्यामः। अल् विधिः इत्यस्य तु विग्रहवाक्यं कर्तुं शक्यते अलाविधिः इति तृतीया तत्पुरुषः, अलः विधिः इति पञ्चमी तत्पुरुषः, अनन्तरं अलः विधिः इति षष्ठी तत्पुरुषः, नो चेत् अलिविधिः इति सप्तमी तत्पुरुषः। इत्युक्ते निमित्तं तु तृतीया विभक्त्यां वा विभक्त्या भवति, पञ्चमी विभक्त्या भवति, षष्ठी विभक्त्या भवति, अनन्तरं सप्तमी विभक्त्या अपि भवति इति कृत्वा तादृशतत्पुरुषसमासं स्वीकृत्य विग्रहवाक्यं कर्तुं शक्यते। तर्हि प्रत्येकस्य यत्र तृतीया भवति तस्मिन् विषये किञ्चन कानिचन उदाहरणानि अत्र उदाहरणं महोदयेन प्रदर्शितं, तर्हि ततः आरभ्य वयम् अद्य पठामः। अस्तु, अरुणा भगिनी पठति किं भगिनी? अत्र एतादृश शास्त्रे अयम् अल्विधिः चतुर्प्रकारकः इति उच्यते इति आरभ्य एतावत्पर्यन्तं यत् अस्माभिः सप्ताहद्वयात् पूर्वं दृष्टमासीत् तत्र प्रश्नः अस्ति किम्, अत्र प्रथमभागस्य स्थानिवत् आदेशः स्थानिवत् इत्यस्मिन् साधु अस्ति, तत्तु साधु सरलमस्ति केवलं स्थानिवद् इति अवगच्छामः। अधुना अनल् विद्धौ इत्यस्मिन् अल् विधि प्रथमं किम् इति पश्यामः। अल् विधिः इत्युक्ते अनन्तरम् अनल् विधिः, तु तस्य तु नञ् समासः वर्तते खलु, तर्हि तत्र अवगमनं सरलं भवति इति कृत्वा प्रथमम् अल् विधिः इत्युक्ते किम् इति पश्यामः। भगिनी अरुणा भगिनी आरम्भं करोति किं किं करपत्रं पठनीयं भगिनि? स्थानिवद् भावः इति अन्यः पठतु भगिनि, मम समीपे करपत्रं नास्ति। ई पत्ररूपेण प्रेषितम् आसीत् भगिनि, तत्र लिङ्क् द्वयम् आसीत् खलु, तत्र द्वितीय लिङ्क् अस्ति, यदि सङ्गणके अस्ति उद्घाटयितुं, द्वितीय लिङ्क् सङ्गणके अस्ति चेत् उद्घाटयितुं शक्नोति। द्वितीयकरदत्रं सार्वधातुक स्थानिवद्भावः इति पठतु भगिनि, भगिनि उद्घाटयतु। अस्तु, शास्त्रे अयम् अल् विधि चतुर्प्रकारक इति उच्यते। स्थानिवत् आदेशो अनल् विधौ इति सूत्रे अल् विधि इति एकसमासः, स च समासः चतुर्भिः प्रकारैः विग्रहवाक्यं कर्तुं शक्यते। अलाविधि तृतीय तत्पुरुषः, अलः विधि पञ्चमी तत्पुरुषः, अलः विधि षष्ठी तत्पुरुषः, अलिविधि सप्तमी तत्पुरुषः। इत्युक्ते अल् विधौ अल् द्वारा कार्यम्, अल् वर्णात् परं कार्यम्, अल् वर्णस्य स्थाने कार्यं, स्वयं स्थानी, अल् वर्णात् पूर्वं कार्यम्। उदाहरणानि चत्वारि अपि दास्यन्ते, परन्तु मनसि एतावत् एव बोध्यं यत् विधिसूत्रे यदि कुत्रचित् अल्वर्णनिमित्तरूपेण अपेक्षितः अस्ति, यः केवलमूलस्थानिनि आसीत् अपि च आदेशे नास्ति, तर्हि स्थानिवद्भावनिषेधकत्वात् अयम् अल्विधि न भविष्यति। शास्त्रे अल्विधि स्थानिवत् आदेशो अनल्विधौ इति परिभाषा तु सूत्रस्य द्वे अंश स्तः। प्रथमम् अंशः अस्ति स्थानिवद्भावः, यत् यत् आदेशः भवति तत् आदेश यत् स्थानी अस्ति तस्य स्वभावः स्वीकरोति इति प्रथम अंश अस्ति। द्वितीय अंश अस्ति अनल्विधौ, यत् अल्विधि आश्रित स्थानीनि कार्यम् अस्ति, यत् अग्रिमसूत्रं विधिकार्य प्रति यत् अल्विधि आश्रितः अस्ति तस्य कार्यं स्थानिवत् इति भावः न भवति. यदि अल्विधि नास्ति स्थानिवत् भावः भवति. इदानीम् अल्विधि किम् अस्ति तस्य विग्रह अल्विधि इति समासः अस्ति. तस्य चतुर प्रकारकाः सन्ति. विग्रहवाक्य किं प्रथमं भवति तृतीयतत्पुरुषं समासः अल्लाविधि इत्युक्ते अल्लाविधि इत्युक्ते अल्विधि अल् द्वारा कार्यं भवति अल् वर्णात् परे कार्यम् अल्लाविधि पञ्चमी तत्पुरुष अल् वर्णात् परे कार्यमासीत् यत्र आदेशः आगच्छति तस्य परे कार्यं भवति. अल् वर्णस्य स्थाने यत् स्थाने अस्ति आदेशः यत् स्थाने भवति तत्र एव कार्यं भवति. अल् वर्णात् पूर्वं कार्यं भवति तत् भवति अलिविधि सप्तमी तत्पुरुषसमासः. किन्तु एक अलविधि किम् अस्ति तस्य मूल व्याख्या अस्ति यत् स्थानिनि अल् अपेक्षितनिमित्तं यत् पर सूत्रं कार्यं कर्तुं विधि अस्ति तस्य निमित्तं यदि स्थानिनम् अस्ति किन्तु आदेशः न अस्ति तत् आदेशे यदि वयम् अध्यारोप्यमः तत् भवति अल् विधि इति. साधु आं भगिनि अस्तु. तद् भवति स्थानिवद्भावः इति आदेशे यत् किन्तु अल् अस्ति तत् स्थानिवद्भावः न भवति तद् भवति अनुविधि इति. अरुणा भगिनी अस्ति करपत्रं प्राप्तं किं अलाविधिः तृतीया तत्पुरुषः भगिनि. अलाविधिः तृतीया तत्पुरुषः यदि स्थाने घटित अल् वर्णस्य द्वारा कश्चन विधिः महोदय वर्गे एते सर्वं न कृतवान् तर्हि किं कृतवान् केवलं अल्लविधि यदागमस्य अस्ति तत् कृतवान् वर्गे. किन्तु अहम् पठितुम् इच्छामि भवत्या सह. अस्तु अग्रिमे करपत्रे कियत् पर्यन्तं कृतवान् भगिनि? अग्रिम पुनः मङ्गलवासरे महोदयस्य मनसि अस्ति सर्वेण सर्वं प्रति अवगमनं सम्यक् नास्ति. सः स्थानिवत् किम् अस्ति अल्विधि किम् अस्ति तत् सर्वेषां पृष्टवान् अस्ति. न न भगिनि केवलं कथा तस्य अनन्तरं तस्य कथम् अल्विधि न भवति अच्च पूर्व परस्मिन् इति सूत्रस्य तत्पर्यन्तं कृतवन्तः. पुनः तर्हि भवत्याः यत् अपेक्षा अस्ति तदेव कुर्मः. अत्र शीघ्रं तद् गच्छामः. दशवादनात् पूर्वम् एतत् करपत्रं समाप्य अग्रिमम् अपि किञ्चित् पश्यामः. अस्तु अस्तु. तर्हि पठितवती किन्तु सर्वे उदाहरणानि मनसि न आगच्छन्ति. अस्तु अरुणा भगिनी. यदि स्थाने घटित अल् वर्णस्य द्वारा कश्चन विधिः कार्यः तृतीयकाले तर्हि स्थानिनः स्थाने यः आदेशः आगतः द्वितीयकाले सः आदेशः स्थानवद्भावं न प्राप्नोति. अत्र बोध्यं यद्वारा नाम सः च वर्णः कार्यं प्रतिनिमित्तं. किन्तु अपरेषु त्रिषु वक्ष्यमाणेषु दृष्टान्तेषु अयं वर्णः निमित्तं नास्ति किम् अस्ति एव. तर्हि अत्र अलाविधिः नाम द्वारा इत्यस्य कथनेन कः अर्थः? अर्थः एवं यत् निमित्तं सति अपि तद्द्वारा पूर्वकार्यं न परकार्यं न अपि च स्वयं स्थानिनी न अपि तु कथञ्चित् अन्यरीत्या निमित्तं यदा कार्यस्थलात् दूरं भूत्वा निमित्तम् अस्य च उदाहरणम् अत्र उच्यते. अल्विधि तानुपत्यादि अनल्विधि इति चतुर्विधाः सन्ति. तृतीया पञ्चमी षष्टि सप्तमी तत्पुरुषरूपेण तत्र तृतीया तत्पुरुष उपयुज्यते किं भवति इति अत्र विवरणं कृतः. यदि अत्र तृतीयविभक्ति अलाविधि इति स्वीकृत्य अतः एव यत् निमित्तं सति अपि तद्द्वारा पूर्वकार्यं न परकार्यं न अपि च स्वयं स्थानिन एव भवति अपि तु कथञ्चित् स्थानिन एव भवति. भगिनि किं भगिनि? तृतीयविभक्ति अलाविधिः जानीमः खलु यत्र निमित्तं वर्तते. निमित्तं तु पञ्चम्यापि भवति. पञ्चमी निमित्तम् इत्युक्ते अनन्तरं सप्तमी विभक्तिः अस्ति चेत् पूर्वकार्यम्. अनन्तरं षष्टिविभक्तिः अस्ति चेत् साक्षात् स्थानी भवति. अनन्तरं तृतीयविभक्तिः अपि भवितुमर्हति. येन साक्षात् पञ्चमी नास्ति, षष्ठी स्थानी अपि नास्ति, पूर्वकार्यं परकार्यं स्थानी अपि नास्ति, किन्तु कुत्रचित् अन्यत्र वर्तते. किन्तु तेन प्रभावेन तस्य प्रभावेन कार्यम् आरोपयति. किमपि कार्यं विधिकार्यं विदधाति. तादृश उदाहरणम् अत्र पश्यामः. उदाहरणद्वारा स्पष्टं भवति. व्यूढोरस्केन इति पदं विग्रहवाक्यम् अस्ति. यूढम् उरो यस्य इति कृत्वा बहुव्रीहिसमासः. अस्य पदस्य उत्पत्त्यर्थं समासप्रक्रियायां व्यूढं योगः उरः प्रातिपादिकसंज्ञा सुप्पः लुक् व्यूढ योगः उरः उरः प्रभृतिभ्यः इत्यनेन उरः प्रभृत्यर्थात् बहुव्रीहेः कप्रत्ययः व्यूढ उरः योगः ख आद्गुणः इत्यनेन गुणः व्यूढोरः योगः ख पदान्तसकारस्य वृत्तविसर्गौ व्यूढोरः योगः ख सो अपदादौ इत्यनेन पदन्ते विसर्गस्य पाश कल्प का काम्य इत्येषु परेषु सकार आदेशः व्यूढोरस्का इति शब्दः. तृतीयविभक्तेः एकवचनविवक्षायां था प्रत्ययः तस्य स्थाने च इन आदेशः तदा गुणः व्यूढोरस्केन अत्कुप्वाणुं व्यावयो अपि इत्यनेन नर्तं स्यात् यतोहि रेफः इति निमित्तं वर्तते. ततः अग्रे नकारः अपि अस्ति. मध्ये स्थितः सकारः नोक्तं प्रतिबाधा किन्तु स च सकारः विसर्गस्थाने आगतः. विसर्गः अयोग्यवाहेषु अन्यतमः इति कृत्वा अत् प्रत्याहारे परिगण्यते. अनेन च सकारे स्थानिवद्भावं कृत्वा अट् प्रत्याहारे स्वीक्रियते चेत् नत्वं भवेत्. परन्तु अत्र विसर्जनीयः अल् वर्णः तस्य च कारणेन नत्वं भविष्यति. अतः अलाविधिः इत्यनेन सकारे स्थानिवद्भावः न भवति, नत्वं च बाधितं व्यूढोरस्केन इति पदम्. अत्र उदाहरणं दत्तं व्यूढोरस्कः इति. तस्य समस्तपदः बहुव्रीहिसमासः. व्यूढम् उरौ यस्य इति बहुव्रीहिसमासः. समासप्रक्रियायां प्रथमं पठितुं भगिनि पठितुं भगिनि केवलं समासप्रक्रियां प्रथमः व्यूढं योगः उरः इति स्वीकृत्य प्रातिपादिकसंज्ञा भवति. सुपः योजनेन सुपः लुक् भवति. लुक् ततः व्यूढ उरस् उरः प्रभृतिभ्यः खप् इत्यनेन उरः प्रभृत्यान्त बहुव्रीहि खप् प्रत्ययः व्यूढ उरस् का अपि आगच्छति. आद्गुणः सूचेन व्यूढोरस् योगः ख. पदान्तसकारस्य ऋत्वविसर्गः व्यूढोरः कः. सो अपदादौ इत्यनेन पदान्ते विसर्गस्य पाशकल्पकाकाम्य इति सूत्रेण परेषु सकार आदेशः व्यूढोरः कः इति शङ्कः. किं भगिनि न श्रूयते भगिनि? व्यूरोरस् योगक पदान्तसकारस्य ऋत्वविसर्गो व्यूरोक सोपतादो इति सोपानं न अवगच्छामि अहं किम् अस्ति. अस्तु भगिनि, व्यूडोरः योगकः सो अपदादौ इति सूत्रेण पदान्ते विसर्गः अस्ति. व्यूडोरः इति पदं पदसंज्ञा अस्ति. अत्र सुप् लोपः भवति तदेव पदसंज्ञा अस्ति. विसर्गस्थाने पाशाकल्पकाकम्य इति सूत्रेण इत्येषु परेषु सकारः अन्यसकार आदेशः भवति. व्यूडो रस्का इति रूपं भवति. आं भगिनि, केवलम् एवमेव भगिनि. अत्र व्यूडोरः योगः कः इति स्थितौ अत्र यत्र क प्रत्ययः परे अस्ति तथा यद्यपि व्यूडोरः इति पदम् अस्ति तदापि अत्र तु क प्रत्यये परे विसर्गस्य सकारादेशः भवतु इति. भगिनि, क प्रत्ययः कीदृश प्रत्यय अस्ति इति आद्यधातुक वा सनन्त बहुवी समासप्रत्यय? अस्तु अस्तु, वदतु. व्यूढोरस्क इति शब्दः तृतीयाविभक्तेः एकवचनविवक्षायां ताप्रत्यययोजनेयं तस्य स्थाने इन आदेशः भवति. तदा गुणः व्यूढोरस्केन इति रूपं. तदनन्तरम् अट्कुप्वाङ् नुम् वा व्ययो अपि इत्येन नप्तुं स्यात् इति प्रश्न अस्ति. यतोहि रेफः इति निमित्तं वर्तते. मया व्यूढोरस् सकार अत्र विसर्गस्थाने आगच्छति. सामान्यतया अट्कुप्वाङ् नुम् वयो अपि वदति रेफा अस्ति. तदनन्तरं अट्कुप्वाङ् नुम् व्यय अपि अस्ति अपि चेत् नर्तं भवति इति. तत्र मध्ये स्थानिकभावः अस्ति वा इति चर्चः अस्ति. अग्रे नकारः अपि अस्ति. मध्ये स्थितः सकारः नप्तुं प्रतिबाध किन्तु स च सकारः विसर्गस्थाने आगतः. विसर्गः अयोग्यवाहेषु अन्यतमः इति कृत्वा अत्प्रत्याहारे परिगण्यते. अनेन च सकार स्थानिवद्भावः कृत्वा अत्प्रत्याहारे स्वीक्रियते चेत् नप्तुं भवेत्. परन्तु अत्र विसर्जनीयः अल् वर्णः तस्य चकारणेन नप्तुं भविष्यति. अतः अलाविद्यतेन इत्यनेन सकारे स्थानिवद्भावः न भवति चिन्तयामि. अत्र किम् इत्युक्ते प्रश्नः अस्ति, यत्र व्यूडोर् अत्र सोपपदौ इति सूत्रेण यः सकारस्य रेफस्य विसर्गस्य स्थाने यः सकारः आगतः तादृशसकारः विसर्गस्य स्थानिवद् इति कृत्वा विसर्गसदृशम् इति स्वीकर्तुं शक्यते किम् इति प्रश्नः. तर्हि वयं तु जानीमः खलु सामान्यतया अत्र सन्धिकार्याणि भवन्ति, पूर्वकार्यं परकार्यम् इति केवलं तत्र नास्ति, अन्यत्र चेत् अपि किञ्चित् दूरे उपादायां तादृश अस्ति चेदपि, यद्यपि अव्यवहित इति न वक्तव्यं, व्यवहिताः सन्ति चेदपि तस्य कार्यं तु भवति. तत्रैव वयं तृतीयतत्पुरुष उपयुज्य वदामः खलु कार्यम् इति, तेन पूर्वकार्यं परकार्यं स्थाने अपि नास्ति, किन्तु तृतीया निर्देशः भवति सामान्यतया. तदेव अत्र आशयः तदेव अस्ति, यद्यपि अट्कुप्वाङ्म्यं व्यवायति इत्यस्मिन् तृतीयाविभक्तिप्रयोगः न कृतः, तथापि अत्र व्यवधानं वर्तते इति कृत्वा वयम् अलाविधिः इति वदामः. किमर्थम् इत्युक्ते साक्षात् पूर्वमपि नास्ति, परमपि नास्ति, स्थाने अपि नास्ति खलु इति. तर्हि अट्कुप्वाङ्म्यव्यवायति अप्रत्याहारे सामान्यतया यद्यपि अयोग विसर्गः अयोगवाहः अस्ति इत्युक्ते पाणिनीयमहेश्वरसूत्रेषु न उक्तः, तथापि अस्ति इति यत्र अस्माभिः सामान्यतया तु स्वरेषु परिगण्यते इति कृत्वा अट्प्रत्याहारे परिगण्यते. यदि तादृशः सकारः स्थानिवद् अस्ति इति चिन्तयामः चेत्, विसर्गस्य सदृशः अस्ति इति चिन्तयामः चेत्, अप्रत्याहारे यत् आगच्छति तद् आगच्छति इति मत्वा वयं नत्वं कुर्मः, किन्तु तथा न कर्तुं शक्यते खलु. किमर्थम् इत्युक्ते सकारः इति यत्र अल् यदि सामान्यतया अल् तु अत्र स्थानिवद् भावं स्वीकर्तुं न शक्यते इत्येव अत्र आशयः. यत्र लेटर् कण्टेन् स्टार्टिङ्ग् वित् ए इत्युक्ते ए इत्येव तत्र आरब्धः भवति खलु. तत्र तस्य तु अल् इति गुणः नास्ति खलु, साक्षात् वर्णः इति कृत्वा अस्माभिः तथा न स्वीकर्तुं शक्यते इति कृत्वा तत्र नकारः न भवति इति. किम् इत्युक्ते आशयः इत्युक्ते पूर्वकार्यं परकार्यं स्थाने अपि नास्ति, किन्तु यत्र निमित्तम् अन्यत्र वर्तते तेन कारणेन यत्किमपि सन्धिकार्यं भवति तत्तु अत्र भवति किम् इति प्रश्नः. तादृशसन्दर्भेषु अपि अत्र अलाविधिः इति स्वीक्रियते चेत् तत्र तु स्थानिवद्भावः न स्वीकर्तुं शक्यते इति आशयः. अनल् विधौ एव लत्तं कार्यमिति अल् आश्रितकार्यम् अस्ति, साधु विसर्गस्य सकार भवति इत्युक्ते अत्र अल् आश्रितं कार्यं तु पूर्वकरपाकार्यं भवितुम् अर्हति, पर अल् आश्रितं कार्यं भवितुम् अर्हति, नो चेत् स्थाने एव यदि अल् आश्रितम् अस्ति चेत् तदपि भवितुम् अर्हति. अत्र तु अस्मिन् उदाहरणे अला अस्ति चेदपि अलाविधिः अस्ति चेदपि अनल् विधिः एव भवति, तादृश अलाविधिः न स्वीकर्तुं शक्यते स्थानिवद्भावेषु इति. कारणं कि अल् आश्रित कार्यम् अस्ति साधु इति कारणेन. अस्तु तदेव अस्तु. यदि सकार न भवति केवलं विसर्ग अस्ति तत्र नकार भवति वा न इति महोदयस्य आशयः. तदेव काशिक अत्र बालरघुमनोरमयमपि तदेव दत्तमस्ति. अस्तु स्वीकर्तुं शक्यते इति. बाल कीदृशग्रन्थ अस्ति बालराम बालो रामायण मनोरमायण व्याकरणग्रन्थ. अग्रे पठेम भगिनी सर्वे पठति भगिनी. अत्र तृतीयविभक्ति विषये दीयते, परन्तु सर्वे केन न करोति न आशयः. यत्र तृतीयविभक्तिप्रयोगः भवति साक्षात् व्यवधानं भवति चेत् वयं तृतीयाविभक्ति सामान्यतया प्रयोगं कुर्मः. यत्र पूर्वकार्यं परकार्यं स्थानीति नास्ति चेत् तृतीयाविभक्तेः प्रयोगः भवति सूत्रेषु खलु. तदा एव तदेव आशयः अस्ति. तत् पूर्वकार्यं नास्ति, परकार्यं नास्ति, स्थाने अपि नास्ति. तर्हि तादृशम् अल् आश्रितं यत्किमपि कार्यं वर्तते तत्तु अल्लाविधिः इत्यनेन गृह्यते. तत्तु प्रथमाविभक्ति द्वितीया विभक्ति प्रथमविभक्ति तु आदेशः अस्ति, निमित्तमेव न भवितुम् अर्हति. प्रथमविभक्ति अस्ति चेत् निमित्तमेव न भवितुम् अर्हति खलु. तत्तु प्रथमाविभक्ति यत्र पाणिनिना प्रयुज्यते तत्तु आदेशः वर्तते, आदेशः आगमः नो चेत् लोपः. निमित्तं नास्ति अत्र, तु निमित्तस्य विषये पश्यामः. एकनिमिष भगिनि, तत्तु व्यूडर योगः का, तत्र प्रथमविभक्ति कथम् आयाति? पुल्लिङ्गे अस्ति चेत्, पुल्लिङ्गे अस्ति चेत् बहुव्रीहिसमासः अस्ति खलु. बहुव्रीहिसमासार्थं क प्रत्ययः योजयामः. तर्हि व्यूडोरस्कः इति प्रथमाविभक्तिः. पुल्लिङ्गे अस्ति चेत् व्यूडोरस्कः, स्त्रीलिङ्गे चेत् व्यूडोरस्क, नपुंसकलिङ्गे अस्ति चेत् व्यूडोरस्कम् इति बहुव्रीहि. स्वागतं भगिनि पुष्पा भगिनि. आम् अस्तु, अग्रे सरला भगिनी पठति. द्वितीय अलोविधि पञ्चमी तत्पुरुष परकार्यस्य दृष्टान्त स्थानी भूतात् अलः परं कार्यं विधीयमानम् इति चेत् आदेशे स्थानीवद्भावो न भवति. दिव् शब्द सु दिव् सु इति सुप्रत्ययः अस्ति साधु. दिव् शब्द सु इति दिव् औत् इत्यनेन दिव् इत्यस्य वकारस्य औत् आदेशः भवति. दि योग औ योगस्य इको यणचि, द्यौ योगस्य सकार औ इत्यस्मिन् वकारस्य स्थानीवद्भावः कृत्वा हल्याङ्गाभ्यो दीर्घा सूचिस प्रत्य हल् इत्यनेन सकारस्य लोपः स्यात्. वकार स्थानी तस्य निमित्तत्वात् सकारलोप अलोविधि अस्य चेत् स्थानिवद्भावः न भवति. द्यौ इति पदम् इदानीं दिव् शब्दस्य स्थाने यदि द्यौ पदं भवति तत् कथं भवति, तस्य प्रक्रिया दत्तमस्ति. दिव् योग सु इति सुप्रत्ययोजनेन, तदनन्तरं दिव् औत् इति सूत्रेण दिव् इत्यस्य वकारस्य स्थाने औत् आदेशः भवति. सो दि योग औ योग सकार सु इति तस्य उकारस्य उपदेशे अर्जुना न स्वीकृत अनेन संज्ञा भवति. इको यणचि अनेन द्वि योग औ द्यौ योगस्य भवति. इदानीं द्यौ योगसकार यदि अस्ति, औ इत्यस्य वकारस्य स्थानीवद्भावः कृत्वा हल्याङ्गल् इत्यनेन सकारस्य लोपः स्यात्. सो दिव् यदि प्रत्यये दिव् पद यत् पदम् आसीत् तत्र द्यौ औ इति आगत्य वकारस्य स्थाने औ आदेश अभवत् द्विव् औत् इति सूत्रेण. इदानीं द्वितीयसूत्रमस्ति इको याणचि, तस्य स्थाने सन्धिकार्यं भवत्. इदानीं अस्य सकारस्य हल्याङ्गबुद्धिघात प्रत्यहल् इति कारण की सकार एकात् एकाल् अपृत् संज्ञकवर्णं भवति, तस्य स्थाने तस्य लोपः भवति हल्याङ्गबुद्धिकादिति सूत्रेण. इदं प्रश्नः अस्ति, वकारस्थाने तस्य निमित्तात् सकारलोपः अलोविधि अस्ति चेत् स्थानीवद्भावो न भवति द्यौ इति पदम्. वकारस्य स्थाने औ आगच्छति. सो वकार इति औ यत् आदेशः भवति तत्र औ अस्मिन् वकारत्वम् इति यदि अध्यारोप्यते तत्र अहं न अवगच्छामि भगिनि. तत्र सरलमस्ति भगिनि, चिन्ता मास्तु, वदामि अहं. दिव् शब्दयोगः सु प्रथमविभक्ति सुप्रत्ययः अस्ति खलु. तत्र रूपं तु सामान्यतया किमस्ति, प्रथमाविभक्तिरूपं दिव् इत्यस्य तु द्यौः इति रूपमस्ति. तर्हि कथं साधितम् इति अत्र सोपानं वर्तते. दिव् शब्दस्य योगस्तु इत्यस्मिन् तु सकारोत्तरतिकारस्य लोपः भवति उपदेशजननासिक इत्यनेन तिष्ठति खलु. अधुना किमस्ति दिव औत् इति एकं सूत्रमस्ति. सूत्रं किं वदति? दिव् इत्यस्य वकारस्य स्थाने औत् आदेशः भवतु इति. साधु औत् इति औकारः साक्षात्. तर्हि दि अनन्तरम् औ योगः इति अस्ति. दि इकारः औकारयोः अधुना इकोयणचि इति अधुना द्यौ योगः इस् इति अस्ति. अधुना प्रष्टुं शक्यते वकारस्य स्थाने औकार एतत् किम् इत्युक्ते किमर्थं भगिनी न अवगच्छति इत्युक्ते एतादृशसन्दर्भः न कर्तव्यः इति भवत्याः मनसि सम्यक् अवगम्यते. यत्र वकारस्य स्थाने औकारः आगतः चेत् कुतः वकारः भिन्नमस्ति औकारः भिन्नमस्ति इति भवती सम्यक् जानाति इति कृत्वा एव तत्र भ्रमः जायते. किमर्थम् इत्युक्ते तादृशं न भवति एव. यत् न भवति तत् स्वीकृत्य अस्माकं चर्चा भवति इति कृत्वा भवत्याः भ्रमः जायते. तत्र तर्हि अत्र यत्र वकारस्य स्थाने औकारः आगतः अधुना प्रष्टुं शक्यते किं वकारस्य स्थाने औकारः अस्ति स्थानिवद्भावरूपेण औकारः अपि वकारः इति वक्तुं शक्यते किम् इति प्रश्नः. तर्हि यदि वदामः चेत् किं भवति? हल्याभ्यो दीर्घसूत्रस्य पृष्ठं हल् इत्यनेन सकारस्य लोपः भवति. स्मरति खलु सामान्यतया सकारस्य लोपः यदि वकार भवेत् वा न भवेत् तस्य सुप्रत्यय पृथक् अस्ति. पटत् योगः इस् इति अस्ति नपुंसकलिङ्गे. नपुंसकलिङ्गे नास्ति तद् न पठत् न स्वीकुर्मः विद्युत् इति स्वीकुर्मः. विद्युत् योगः सुप्रत्ययः. तर्हि तस्मिन् किं भवति? हल्याभ्यो दीर्घसुतिस्य पृक्तं हल् इत्यनेन सकारस्य लोपः भवति. विद्युत् इति एव तिष्ठति प्रथमाविभक्त्यां. तर्हि अत्र किं भवति? यदि दिव औत् इति नास्ति चेत् किं भवति? प्रथमाविभक्तिरूपं केवलं दिव्युक्ति एव भवति. किमर्थम् इत्युक्ते हल्याभ्यर्थीकसुतिस्य दिव्योगः इस् भवति. अनन्तरं हल्याद्योदिकसुतिस्य अपृक्तं हल् इत्यनेन सकारस्य लोपः भवति. दिव् इति एव तिष्ठति सामान्य हलन्तदा साधारण. किन्तु अत्र दिव् इत्यस्य कृते औत् आदेशः भवति वकारस्य स्थाने इति कृत्वा द्यौ योगः इस् इति स्थित्याम् अधुना वयं वक्तुं शक्यते किम्? औकारः तु अकारः एव इति उक्त्वा वयं वर्णनिमित्तिकं यत् अस्ति तत्तु अस्माभिः न स्वीकर्तुं शक्यते. अन्यवर्णं तु कदापि न भवितुम् अर्हति खलु तादृशवर्णः. औकारः कथं वा वकारः भवेत्? गुणधर्मः तु स्वीकर्तुं शक्यते किन्तु साक्षात् वकारम् इति यत् अस्ति वर्णः तस्य अन्यवर्णस्य तु अन्यवर्णं न भवितुम् अर्हति खलु इति एव. तर्हि अत्र किमस्ति? अलः विधिः इति यत् भवति निमित्तं तु पूर्वम् अस्ति खलु हल्याभ्यादीर्घं सुतीस्य पुरुक्तं हल् अत्र तु परकार्यम् अस्ति इति कृत्वा कार्यं परं भवति इति कृत्वा अलः विधिः इति. अस्तु अस्तु. अलः द्वौ इति औ आश्रितं विधिः यत् वकारम् आश्रितं विधिः अत्र कर्तुं शक्यते किम् इति. सो इदानीं हल् परे नास्ति अतः औ तस्य सकारस्य लोपः न भवति. द्यौः इति भवति यदि वकारस्य तु सकारस्य लोपः भवेत्. अस्तु. सो वकारस्थाने इति औ यत् आदेशः भवति तस्मिन् वकार इति न आरोप अध्यारोप शक्नुमः कारणं कि अल्विधिः भवति तत्र. अस्तु. प्रथमसोपानं दिव्योगः स्तु इत्यस्मिन् स्थाने अस्ति. द्वितीयसोपाने वकारस्य स्थाने औ आदेशः अभवत्. अधुना तृतीयकार्यम् अलः विधिः इति हल्याभ्यो दीर्घसूत्रस्य पृष्ठं हल् इति आगत्य कार्यं कर्तुम् इच्छति. औ तु वकारः एव इति मत्वा कार्यं कर्तुम् इच्छति किन्तु न कर्तुं शक्यते. किमर्थम् इत्युक्ते अनल्विदौ इति अस्ति खलु अल्विधि कार्यमस्ति न कर्तुं शक्यते इति. धन्यवादः भगिनी, इदानीम् अवगच्छामि. अग्रे पुष्पा भगिनी पठति किं भगिनी? तत्कारणात् द्वौ प्रथमाविभक्ति तिष्ठति द्यौः इति रूपं सत्यम् आं भगिनि प्रथमाविभक्ति अग्रे पठतु भगिनि शीघ्रं पूरयामः अलो विधिः इति षष्ठी तत्पुरुषः अलौ विधिः षष्ठी तत्पुरुषः स्थानि स्थानि स्थानीभूतस्य अलः स्थाने एव केनचित् विधिना इष्टं कार्यमस्ति चेत् तस्मिन् विधौ कर्तव्यम् आदेशे स्थानिवद्भावो न भवति स्थानीभूतस्य अलः स्थाने एव केनचित् विधिना इष्टं कार्यम् अस्ति चेत् तस्मिन् विधौ कर्तव्ये आदेशे स्थानिवद्भावः न भवति उदाहरणं दीयते जुकामः इति पदं कामयते इति कामः दिवः कामः इति विग्रहवाक्यं दिवः कामः अस्तु समासे कृते तद् दिव् इति वदनेन तद्विषयं दीयते दिव्योगः काम दिव् उत् इत्यनेन औत् आगच्छति अत्र इतरं दिव् दिव उत् आगच्छति इत्यनेन दिव् प्रातिपदिकस्य न तु दिव् धातोः प्रातिपदिकस्य वकारस्य उ आदेशः दि उ दियोगः उ योगः काम काम इकोणचि द्यु योगः काम उकारस्य वकारस्थानीवद्भावं कृत्वा लोपो व्योर्वलि इत्यनेन उकारस्य लोपः स्यात् कृतं तदेव अस्ति भगिनि अत्र तु किञ्चित् भिन्नसूत्रम् इति एव अस्ति अलः स्थाने विधिः भवति चेत् अलो विधिः इति कृत्वा स्थानिवद्भावो न भवति द्युकाम इति प्रातिपदिकं प्रथमाविभक्तौ एकवचने द्युकामः सिद्धः अस्तु तत्तु द्वौः इति प्रातिपदिकं न प्रथमाविभक्ति एतदपि समानविषयः अस्ति दिव्योग काम इति स्थितौ दिव् इत्युक्ते स्वर्गम् इत्यपि अर्थः अस्ति स्वर्गं यत् इच्छति इति कृत्वा अत्र दिवः कामः इति द्युकामः इति रूपं कथं पाप अत्र कामचिति प्रत्ययः अस्ति कामचिति पुत्रकामः इति तादृश अस्ति कामच् प्रत्ययः वर्तते तर्हि तदेव अस्ति तर्हि दिव्योगः काम कामयुत् इति सूत्रेण उकारः आयाति वकारस्य स्थाने अधुना किमस्ति द्यू इति अभवत् इकोणसि अधुना अस्माकं सूत्रमस्ति लोपो व्योर्वलि इति बलि तु परे अस्ति खलु ककारः वलिप्रत्याहारे अस्ति तर्हि वकारस्य लोपः भवति स्म सामान्यतया पश्यामः चेत् दिव्योगः काम यदि आदेशः नास्ति चेत् दिकाम इति भवति स्म वकारस्य लोपं भूत्वा किमर्थम् इत्युक्ते वलि परे वलिपरे वकारस्य लोपः भवति इति अत्र तु वलिपर् उकारः अपि वकारः इति स्वीकृत्य पुनः उकारस्य एव लोपं कारयितुं स्थानीनः एव लोपं कारयितुं शक्नुमः किम् इति प्रश्नः वर्णनिमित्तिकं कार्यं वयम् अस्माभिः स्थानिवद्भाव इति स्वीकृत्य न स्थानिवत् तेषां तु स्थानिवद्भावं न स्वीकर्तुं शक्यते इति कृत्वा अनल् विधिः इत्येव वक्तव्यम् अल् विधि कार्यं न स्वीक्रियते इति कृत्वा न भवति इति वदति भगिनि अत्र कामयते कामयते इति कामः कामयते इति कामः तत्तु कामयते प्रत्ययः ज्ञातु कामः अस्मि ज्ञातु कामा अस्मि इति ज्ञातुकामः, पुल्लिङ्गे अस्ति चेत् ज्ञातुकामः अस्ति इति, ज्ञातुम् इच्छा अस्ति इति अर्थः. भगिनि, लोपोव्यो वलि इति वलि परे परे पूर्वाङ्गस्य वकार यकार भवेत् तस्य लोप भवति कि उपधायां? न न, वकार अन्ते यस् अस्ति साधु. इदानीं द्वियोग काम साक्षात् वलि इति साक्षात् पूर्वं भवेत् साधु. तत्र द्वियोग काम तत्र उकार साक्षात् पूर्वमस्ति, लोपोव्यवली तस्य प्रसक्तिः न भवति साधु. अत्र किमर्थं न भवति? सानिबद्भावः न स्वीक्रियते इति कृत्वा एव न प्रसक्तिः भवति. यदि वयं सानिबद्भावं स्वीकुर्मः चेत् उकारस्य अपि पुनः लोपः भवति खलु. वकारस्य वा उकारस्य वा वकारः एव उकारः इति कृत्वा तस्य अपि लोपः भवति खलु. यदि सानिवद्भावं स्वीक्रियते चेत् तत्र उकारस्य लोपः भवति. यथा वयं वकारस्य लोपं कारयामः तथा एव अत्र उकारस्य अपि लोपं कारयितुं शक्नुमः खलु. अस्तु, यदि यत् न सम्भवति तस्मिन् विषये चर्चा अस्ति भगिनि, तदर्थमेव एतदपि न भवति. अलिविधिः इति सप्तमी, तद् एतत्तु किञ्चित् बृहत् अस्ति, किन्तु यत्र पुनः एतदेव विषयः अस्ति, न पठामः किम्? अग्रे सरामः किम्? भवत्या नो चेत् अहं पठामि, किञ्चित् शीघ्रं वदामि. अस्तु भवती. अहमपि एकं पङ्क्ति पठामि. अलिविधिः सप्तमी तत्पुरुषः, अलि परे पूर्वस्य विधेः कर्तव्ये सति अल् स्थाने आदेशस्य स्थानिवद्भावो न भवति. त इष्टः यज् धातुः योगः त, यज् योगः इत्त इत्यस्मिन् त, वचिस्तुति यज्जादीनां किति इत्यनेन प्रसारणं. तर्हि अत्र किं भवति, सम्प्रसारणं भूत्वा यकारस्य तु इकारः भवति, अनन्तरं इकारः भवति, अकारः अस्ति, जकारः अस्ति, अनन्तरं तकारः अस्ति. अधुना पूर्वरूप एकादेशः भवति पूर्वपरयोः स्थाने यत्र सम्प्रसारणं भवति सम्प्रसारणाच्च इति सूत्रेण. तर्हि पूर्वपरयोः स्थाने एकादेशः भूत्वा इज् इति भवति, इज् प्लस् द इति. अत्र वृष वृष सृज इज्जिति तु जकारान्तधातुः अस्ति, इज्जिति यज् धातुः अस्ति खलु. परे तु हलि जल्वर्णः अस्ति तकारः. तर्हि वृष वृष इति सूत्रेण तस्मिन् यज् इति अस्ति खलु. तर्हि जलि परे यज् इत्यस्य जकारस्य शकारः भवति वृष वृष इति सूत्रेण. इति कृत्वा इज् इत्यस्य अपि इज् इत्यस्य जकारस्य स्थाने अधुना पश्यतु, अत्र तु इज् यज् द्वौपि यज् एव अस्ति, इज् इति स्वीकृत्य एव वयं कुर्मः स्थानिवद्भावं स्वीकृत्य. यद्यपि आदेशः सम्प्रसारणम् अभवत् तथापि धातुः एव इज् धातुः एव इति तस्य अर्थः तस्मिन्नेव अर्थे अस्ति, तदेव. तर्हि अत्र शकारः आदेशः भवति, इष् योगः त इति अस्ति, अधुना ष्टुनाष्टुः इत्यनेन इष्ट. एतस्मात् पूर्वं किं योगः सु किमकः इत्यनेन किं शब्दस्य विभक्तिप्रत्यये परे क आदेशः. अत्र किम् अस्ति, अत्र अत्र विभक्ति क आदेशः. तर्हि क प्लस् इस् अत्र किम् इत्युक्ते कः इति शब्दस्य एव वयं पुनः कुर्मः खलु. कः इति यत्र वयं किं शब्दात् प्रथमाविभक्ति प्रथम पुल्लिङ्गे तु कः इति आगच्छति खलु, अनेन कार्येण किम कः इत्यनेनैव आगच्छति कः इति. सशोरुः इत्यनेन कर् इति भवति, कर इति भवति. किन्तु यत्र वयं साक्षात् सामान्यतया किं भवति, तत्र क इस् इत्यस्मिन् सकारस्य तु वयं विसर्गं कुर्मः. किन्तु अत्र किम् अस्ति इत्युक्ते कः इष्टः इति स्थितौ कर् अत्र किम् अस्ति, अस्माकं किम् अस्ति, वयं तु जानीमः खलु यत् विसर्गसन्धिः आगच्छति अत्र. क इस् इष्ट इति अस्ति खलु. तर्हि अत्र कर् इति भूत्वा कर्योगः इष्ट अत्र यज्जिधातोः सम्प्रसारणे निष्पन्नः इकारस्य इकारस्थानिवद्भावं कृत्वा हशि च इत्यनेन अलुप्तह्रस्वकारात् प्रसपरस्य ऋत्वसम्बन्धरेपस्य उकारादेशः हशि परे को प्लस् इष्ट इति भवति स्म, परन्तु हशि परे इत्यनेन अलिविधिः इति कारणतः इकाररूपादेशो इकारत्वस्य स्थानिवद्भावो न भवति। भोगो अगो अपूर्वस्य योषि इत्यनेन अकारस्य रुशब्दस्य रेफस्य एकारादेशः अशि परे तयोगः इष्ट। लोपः शाकलेयस्य इत्यनेन अपूर्वयोः पदान्तयोः वकारस्य वकार एकारयोः लोपः विकल्पेन भवति अशि परे क इष्टः इति। अत्र किमिति एकस्मिन् पक्षे तु कः इष्टः इति वक्तुं शक्यते, यत्र विसर्गः भवति, किन्तु वयं यदि वयं सन्धिं कुर्मः चेत् अत्र किं भवति इत्युक्ते अत्र प्रश्नः किमित्युक्ते हसि च इत्यनेन यत्र यद्यपि अत्र तु इकारादि अस्ति, धातुः तु इकारादि अस्ति, तथापि अस्माभिः यकारादि इति स्वीकृत्य वै स्वीकृत्य अस्माभिः को इष्टः इति वक्तुं शक्यते किम् इति प्रश्नः। तद् तु हसि च इत्यस्य कार्यं न भवति इत्युक्ते इकारः यकारः तु भिन्नवर्णौ स्तः इति कृत्वा वयं न स्वीकुर्मः, परं कार्यमस्ति खलु अत्र। तर्हि अत्र किम् इत्युक्ते एकस्मिन् पक्षे तु वयं पूर्वमेव वयं जानीमः खलु अत्र तु भिन्न विसर्गसन्धिः कार्याणि सन्ति अत्र, यत्र कर्योगः इष्टः इत्यस्मिन् अत्र तु भोगोप ओकारः उकारः न भवति किन्तु रेपः आयाति, तदनन्तरं सशशुरुः इत्यनेन रेपः आयाति, तदनन्तरं भोगो अगो अपूर्वस्य योषि इत्यनेन इत्यनेन रु आदेश रेपस्य यकारादेशः कैयोगः इष्टः। लोपशाकलेयस्य इत्यनेन यकारस्य विकल्पेन लोपः भूत्वा क इष्टः इष्टः इति, तथा एव वयं तु सः इत्यस्य अपि स इति भवति खलु विसर्गस्य लोपमेव प्रकारः इति मन्ये। तर्हि अत्र किम् इत्युक्ते परनिमित्तं तु परे अस्ति, किन्तु अस्माभिः अत्र अल्विधि निमित्तम् अस्ति चेत् अल्विधि कार्याणि स्थानिवद्भावम् अस्माभिः न स्वीक्रियते इति, यत्र अल्विधिकार्यं भवति इति एव आशयः। अस्तु अग्रे सरेम, अस्माकं प्रकृतौ किम् अस्ति, भूजल्भ्युर्हेदि शाहौ इत्यस्मिन् विषये चर्चा जाता खलु, अधुना तस्मिन् विषये पश्यामः, तद् पठित्वा वयं विरमामः अत्र एतत् करपत्रं विरमतुं शक्नुमः। तर्हि पुष्पभगिनी पठितवती खलु, अरुणा भगिनी पठितवती भूजल्भ्युर् सर्वे सन्धि हल् सन्धि सूत्राणि विश्रमचेत् भगिनि भूजल् दुर्हेद् इति परसूत्रम् इति क्षम्यताम् एतत् सर्वं मनसि निधाय इति म्यूटेड् अस्ति अरुणा भगिनि, किं भगिनि किं पठनीयं भगिनि पठति किम् अत्र एतत् सर्वं मनसि निधाय एतत् सर्वं मनसि निधाय अधुना पुनः चिन्तनीयं यत् अत्र भूजलभ्यो हेर्दिः पूर्वं भवति चेत् अनन्तरं शाहौ इत्यस्य कार्यं सम्भवति वा, साहौ पूर्वं भवति चेत् अनन्तरं ह्यूजल्भ्यो हेर्दिः इत्यस्य कार्यं सम्भवति वा इति, इदं परिस्थितिद्वयम् अस्माभिः परिशीलनीयम्। अत्र उदाहरणं दत्तं, द्वे सूत्राणि अस्ति, ह्यूजल्भ्यो हेर्दि तदनन्तरं शाहौ, सूत्रं न जानामि भगिनि, हल् हूजल्प्यो हेर्दि सूत्रं जलन्तेभ्यः धातुभ्यः धातुभ्यः एव हकारस्य स्थाने हि इत्यस्य प्रत्ययस्य तु धि आदेशः भवति, हकारस्य स्थाने धकारः आदेशः भवति. प्रथमम् एकवारं पठतु भगिनि, अहं सहायं करोमि. हू जल्भ्योर्हेद्भिः इति परसूत्रं. तर्हि विप्रतिषेधे परं कार्यम् इति प्रथमं भवति चेत् शास् योगः हि, अत्र ह्यू जल्भ्यो हेद् इति सूत्रेण हि स्थाने दि आदेशः भवति, शास् योगः दि भवति. अधुना शा हौ इति सूत्रस्य पवित्रनिरार्थं हि नास्ति, अतः स्थानवद्भावेन अयं धि हि इव भवितुम् अर्हति न वा इति स्थितौ. सा हौ इति सूत्रस्य पूर्व परिवर्तनार्थम् अल् निमित्तं नास्ति, अपि तु धातुः च प्रत्ययः च, अतः अत्र स्थानवद्भावेन अयं धि हि इव भवति इति कृत्वा शाहौ इत्यस्य कार्यं प्रवर्तते एव. अनेन शाहौ पूर्वपरप्रसङ्गि एतस्मात् च नित्यसूत्रं नित्यत्वात् प्रथमं प्रवर्तनीयम्. अवगतं भगिनि. अत्र शास् धातु योगः हि इति प्रथमं कार्यं भवति. तत्र ह्यूजल् ब्यो हेदि इति सूत्रं वदति हि स्थाने दि आदेशः कर्तव्यं सा अत्र अस्ति. तदनन्तरं शाहौ इति सूत्रम् आगच्छति, सूत्रं वदति हि स्थाने सास्ता शाहौ इति सूत्र अत्र शाहौ प्रथमं पठतु भगिनि, अनन्तरं शाहौ इत्यत्र हि अस्ति चेत् एव शास् स्थाने शास् भवति, शा भवति. अत्र अल् विधिः अस्ति वा इति प्रथमं चिन्तनं कर्तव्यम्. अत्र स्थानिवद्भावेन दि अपि हि भवति, ततः सा आगच्छति, शा स्थाने हा शा आगच्छति भगिनि. ततः नित्यसूत्रं तदेव नित्यं सूत्रं प्रथमं करणीयं. भावं स्वीकुर्मः चेत् यद्यपि परसूत्रमस्ति, हल्याभ्यो दीर्घसन्धि दीर्घश्रुतिमितं हूजल्भ्यो हेन्दि इति परसूत्रमस्ति, तद् प्रथमं प्रवर्तयित्वा वयं पश्यामः चेत् अत्र किम् अस्ति, तद् प्रवर्तमाने कृताकृतप्रसङ्गः अधुना क्रियते अस्माभिः. तर्हि ह्यूजल्भ्यो हेदि कारयामः चेत् शाहौ इति यदि वयं स्थानिवद्भावं स्वीकुर्मः चेत् हि इत्यस्य अपि धि आदेशः हि दि समानम् इति स्वीकुर्मः चेत् यत् नास्ति तद् तस्मिन् विषये अधुना वयं चर्चयामः. नास्ति किन्तु यदि अस्ति चेत् इति स्थानिवद्भावं स्वीक्रियते चेत् अस्माभिः अत्र शाहौ इति आगच्छति. शाहौ इत्यस्य कृताकृतप्रसङ्गि प्रसक्तिः अस्ति इति कृत्वा पूर्वमपि प्रसक्तिः अस्ति, परमपि प्रसक्तिः अस्ति इति कृत्वा नित्यसूत्रं भवति. तर्हि नित्यसूत्रमस्ति तदेव प्रथमं प्रवर्तीयम् इति कृत्वा वयम् अधुना अस्माकं चिन्तनं किं भवति, अस्तु तर्हि शाहौ प्रथमं कुर्मः इति चिन्तनं भवति. अधुना किं भवति, शाहौ इति तर्हि पूर्वं भवति चेत् किं भवति, शास् योगः हि इति स्थितौ. अग्रे सरला भगिनी पठति किं भगिनि, शाहौ यदि अस्ति तत्र एकवर्णस्य हू हि परे तत्र हकार इकार इति अस्ति साधु, तत्र अल्वर्ण नास्ति, तद् द्वे अनेकाल् भवति तत्र इति. हि स्थाने दि इति अत्र तु हकारस्य स्थाने दकारः इति एव अस्ति, स्थाने दि प्रत्ययः इति नास्ति. शाहौ इत्यस्मिन् तु हकार हि प्रत्यये परे इति साक्षात् उक्तमस्ति खलु, साक्षात् हि अल् अल् अश्वत् नास्ति, हि अनेकाल् अस्ति साधु. न न न अत्र तु हि इति अनेकाल् अस्ति, किन्तु हि अत्र दि भवितुम् अर्हति वा इति प्रश्नः उदेति खलु. अस्माकं गुणः कीदृशगुणः इति वयं पश्यामः. अस्तु अस्तु, शाहो तर्हि पूर्व भवति एव, शास् योग हि शाहो, शा योग हि. अधुना होल् चल्यो हेदि इति सूत्रस्य प्रवर्तनं आसीत् झल् प्रत्याहारे स्थितः सकार अपेक्षितः. स च सकारस्थानेन शास् धातौ आसीत्, किन्तु शा इति आदेशे नास्ति. अत्र अल् निमित्तकं विधि अस्ति कीदृश? अलो विधि पञ्चमी तत्पुरुष, एतस्मात् कारणात् शा आदेश शास् इति स्थानेन सकारत्वं न आगच्छति. तदर्थं हुल् चल्यो हेधि इति सूत्रस्थानिवद् भावं कृत्वा न प्रवर्तनीयम्. अस्य किन्तु कार्यम् अत्र अपेक्षितं नैव. तदर्थं च पाणिनि इति सूत्रम् अपि च शाहो इति सूत्रं द्वयमपि असिद्धवद्भावात् इति सूत्रस्य अधिकारे स्थापितवान्. अनेन च द्वयोः सूत्रयोः हिस्तस्य समान आश्रये सति हू झर्गो हेदि इत्यस्य दृष्ट्या शाहो इत्यस्य कार्यं सिद्धम् असिद्धं. शास् एव दृश्यते, अनेन हुल् चर्गो हेदि इत्यस्य प्रसक्ति भवति, धि आदेशस्य सिद्ध्यति, शादि इति रूपं जायते. शास् योगहि यदि पूर्वं कार्यं कुर्मः तो तत्र शाहो इति सूत्रेण शास् इति धातोः सकारस्य लोपः भवति, शा योगहि भवति. इदानीं हुल् चर्गो हेदि यदि कार्यं कर्तुम् आगच्छति तु हकारस्य स्थाने धि इति न भवितुं शक्नोति, कारणं कि शा इति तत्र झल्वन नास्ति, आकार इति अच्वन् नास्ति, झलि नास्ति, तस्य कार्यं न भवितुं शक्नोति. कार्य तस्य पूर्वं भवेत् इति अपि अलो पूर्वं भवेत् साधु, पञ्चमी तत्पुरुष नास्ति. शास् इति यदि आदेश आगच्छति तत्र यदि वयं शास् इति आरोप्यमाव स्थानिवद्भाव आनेतव्यं, यदि तत्र स्थानिवत् भाव स्वीकृत्य तदानीं शा तत् आदेशे सकार भवति, तदनन्तरं हुजल्जो हेदि कार्यं कर्तुं शक्नोति, तत्र रूपं साधयति तत्र. किन्तु शास् इति सकार अपि अल्विधि भवति साधु. भगिनी अहम् असिद्धवत् अत्र भात् इति न अवगच्छामि. अहं वदामि भगिनि, क्षम्यतां भगिनि. यथा पूर्वम् उक्तवती शाह इत्यस्मिन् हि परे इति एव साक्षात् हि प्रत्यये परे इति, तत्र तु किमस्ति एकं वल् अल् नास्ति, तत्र तु हि प्रत्यये परे इति अस्ति. तर्हि यत्र इति अस्ति तर्हि धि आदेशः भवति इति कृत्वा एव तर्हि हि प्रत्ययः धि प्रत्ययः समानौ इति स्वीकृत्य स्थानिवद्भावं तत्र स्वीकर्तुं शक्यते. किमर्थम् इत्युक्ते साक्षात् अल्लाश्रितं कार्यं नास्ति शाहौ इत्यस्मिन् इति कृत्वा धि इति स्वीकृत्य अस्माभिः शाहौ इति आगन्तुं शक्यते. यत्र शाहौ इत्यस्य कार्यं भवितुम् अर्हति तर्हि अत्र यदि शाहौ इति कार्यं भवति चेत् नित्यसूत्रं भवति इति कृत्वा प्रथमं शाहौ कुर्मः. तर्हि किं भवति, शास् योगः हि इति स्थितौ शाहौ कुर्मः चेत् शायोः हि इति भवति. अधुना हूजल्भ्योर्हेर्दि इति तु अल्निमित्तिकं कार्यमस्ति, तस्य तु प्रवर्तनमेव न भवति, शादि इति रूपं न प्राप्नुमः, तत्तु न भवति खलु. अस्माकं तु साधुरूपं तु शादि शादि इति अस्ति. तर्हि पाणिनिः तस्य निवारणार्थं पाणिनिः किं कृतवान्? अत्र असिद्धवत् अत्र अभात् इति अधिकारे स्थापितवान् सूत्रद्वयमपि. असिद्धवत् अत्र अभात् किं वदति, यदि समानाश्रितौ सूत्रद्वयो भवति चेत् प्रथमसमानाश्रितं कार्यं न पश्यति द्वितीयसमानाश्रितं कार्यम्। उदाहरणार्थम् अत्र द्वयोः सूत्रयोः खि इत्यस्य समानाश्रयः भवति खलु इति कृत्वा यत्र शाहौ इति प्रथमं प्रवर्तयामः चेत् शाहौ इति कार्यं न पश्यति, शा आदेशं न पश्यति भूजल्भ्युर्हेति इति कृत्वा भूजल्भ्युर्हेति इत्यस्य दृष्ट्या तु शास् इति एव अस्ति। अत्र तु अस्मिन् विषये यत्र समाधानार्थं पाणिनिः यत् कृतवान् तस्य निवारणार्थं तस्मिन् तु स्थानिवद्भावः नास्ति, स्थानिवद्भावः नास्ति, न कर्तुं शक्यते। किन्तु अन्य पाणिनिना किं कृतमासीत्, असिद्धवत् अत्राभात् इति प्रत्यति अधिकारे स्थापयित्वा तत्र कार्यमेव न पश्यति इति कृत्वा भूजल्भ्युर्हेति कार्यं भवति शादि इति रूपं प्राप्नुमः वयम्। अस्तु अस्तु, तर्हि किम् इत्युक्ते आहत्य अस्माकं चर्चायां वयम् अस्माभिः किम् अवगम्यते इत्युक्ते सानिवद्भावः अनल् विधौ एव भवति, अल्विधि कार्यम् अस्ति चेत् सानिवद्भावं न कर्तव्यम् इति तस्य एव आशयः, तदेव आशयः अस्ति। अधुना सानिवद्भावः इति अवगच्छति खलु, सर्वे अवगच्छन्ति किम्? अवगच्छति। तर्हि अग्रिमकरपत्रम् अस्माकम् अदन्तदातवः इति अस्ति, विशेषदातवः हलन्त, तत्र पुनः तत्र गच्छामः किम्? अत्र कथ इति धातोः विषये, कथ इति धातोः एतावत्पर्यन्तं किम् अवत् अभवत्, कथ इति धातोः सामान्यतया अस्माकं धातवः ये सन्ति गम गमृ इति धातुः, तत्र सर्वत्र मकारः उत्तरे उत्तरवर्ती अकारः सर्व तत् सर्वत्र तु सामान्यतया उपदेशे अजुनुनासिक अजुनुनासिकाः भवन्ति इति कृत्वा लोपः भवति। अत्र कथ इत्यस्मिन् कथ गृह गण क्षिप इत्येतेषु तत्र तकारो अन्तिम अकारः यत् यः अस्ति सः अकारः अजनुनासिकः अकारः नास्ति इति कृत्वा अत्र तु तिष्ठति, प्रक्रियायां तिष्ठति। तर्हि कथयोगः निश्चिति प्रथमम् अस्माकं सोपानं। तत्र किं भवति, अस्माकं सूत्रमस्ति अत्र अतो लोपः इति कारणेन तस्य लोपः भवति कारयामः। अतोलोपः सूत्रं किं वदन्ति, अदन्ताङ्गस्य ह्रस्वकारस्य लोपः भवति आर्धधातुके प्रत्यये परे इति, निच् आर्धधातुकप्रत्ययः अस्ति इति कृत्वा अत्र अकारस्य लोपं कारयामः वयम्। अजननासिकः इत्यनेन नास्ति, किन्तु अतोलोपः इत्यनेन अस्ति। तर्हि कथ योगः निश्चिति रूपं प्राप्नुमः, कति इति नूतनदातुं प्राप्नुमः। अधुना कथयोगः निश्चित्यस्मिन् कथ इति योगः निश्चिति अस्ति खलु, तर्हि कथयोगः कत् योगः निश्चिति अभवत्। अधुना उपादाय अत उपादायाः इत्यनेन वृद्धिः भवितुम् अर्हति किम् इति, काति इति भवितुम् अर्हति किम् इति प्रश्नः। अत उपादायाः पुगन्त अन्यत् अस्ति गृहधातुः, गृहयोगः निश्चित्यस्मिन् पुनः अतो लोपः इत्यनेन लोपः अभवत् अकान्तिमकारस्य हकारोत्तवर्ति अकारस्य। तर्हि उपादायां यः ऋकारः अस्ति ऋकारस्य पुगन्तलघुपदस्य च इत्यनेन गुणः भवितुमर्हति वा इति प्रश्नः। अत्र किम् अस्ति इत्युक्ते अस्माकम् अत्र नूतनसूत्रमस्ति, स्थानिवद्भावः इति मनसि निधाय नूतनसूत्रम् अधुना पश्यामः। नूतनसूत्रं किं भवति, अचः परस्मिन् पूर्वविधौ इति सूत्रमस्ति। इत्युक्ते पूर्णसूत्रम् अहं पठामि, अचः परस्मिन् पूर्वविधौ परनिमित्तिकः प्रमुखविषयः अस्ति, किञ्चित् सम्यक् पठामः। स्थानिवद्भावः इति मनसि अस्ति खलु, यः स्थानिवद्भावः, स्थानिवद्भावः सामान्यतया भवति अनल्विधिकार्येषु भवति इति वयं जानीमः। स्थानिवद्भावः इत्युक्ते तान् आदेशः स्थानिवद् भवति इति आशयः। अधुना सूत्रमस्ति अस्माकं सूत्रम् अचः परस्मिन् पूर्वविधौ इति, अग्रिम तस्यैव अग्रिमसूत्रमस्ति इति कृत्वा एव अत्रापि अनुवृत्तिः आगच्छति, स्थानिवद् इति अनुवृत्तिः आगच्छति इति कृत्वा पश्यामः। परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये, सामान्यतया तु अल्विधिकार्यम् अल् आश्रितं कार्यम् अल्वर्णं तु स्थानिवद्भावं न प्राप्नोति, किन्तु परनिमित्तिकः अजादेशः इत्युक्ते निमित्तं परे अस्ति, निमित्तं परे अस्ति इति कृत्वा एकः आदेशः अभवत् इति कृत्वा एव परनिमित्तिकः अजादेशः इति अपरनिमित्तिकः इति. तर्हि एक अच् वर्णस्य स्थाने एकः आदेशः अभवत् केन कारणेन? निमित्तं परे अस्ति, निमित्तं परे अस्ति इति कृत्वा तादृश आदेशः आगतः. यः आदेशः अधुना अस्ति अक अच् वर्णस्य स्थाने, स्वरस्य स्थाने आदेशः आगतः, सः आदेशः सानिवद् भवति. तदा भवति पूर्वविधौ कर्तव्ये. किमपि यत्र स्थानि इति यत्र आदेशः अभवत् तस्मात् अपि पूर्वं किमपि विधिकार्यम् आगत्य पूर्वस्थलमस्ति खलु, तस्मात् पूर्वं यः ये वर्णाः सन्ति तत्र किमपि विधिकार्यम् आगत्य कार्यं कर्तुम् इच्छति चेत्, विधिकार्यम् इत्युक्ते आदेशः आगमः लोपः इति एव विधिकार्याणि खलु, विधिकार्यम् आहत्य कार्यं कर्तुम् इच्छति चेत् तदा तु आदेशः स्थानिविद्भावं प्राप्नोति. भगिनि एकः प्रश्नः, भगिनि परनिमित्तिकमिति पूर्वं वा अनन्तरं भवेत् निमित्तम्? निमित्तं परमस्ति सप्तम्या निर्देशः भवति चेत्, यत् किमपि सप्तम्या निर्देशः भूत्वा, उदाहरणार्थम् अत्र पश्यामः अतो लोपः इति अस्ति सूत्रस्य अनुवृत्तिसहितसूत्रं पश्यामः चेत् अतः अङ्गस्य लोपः आर्धधातुके उपदेशे, तर्हि अत्र कथयोगः णिच् इत्यस्मिन्, णिच् परे अस्ति, आर्धधातुकप्रत्ययः परे अस्ति, तर्हि परनिमित्तिकमस्ति कार्यमस्ति. अत्र अकारस्य स्थाने लोपादेशः जातः, अवगच्छति खलु? तर्हि प्रथमं कार्यं किं? परादेश परनिमित्तिकः भवतु आदेशः, परनिमित्तिकः प्रथमं तु अजादेशः. द्वितीयं किमस्ति? तादृश अजादेशः परनिमित्तिकः आदेशः अजादेशः भवितव्यः. अत्र अकारस्य स्थाने ह्रस्व अकारस्य स्थाने लोपः सञ्जातः, लोपः अपि आदेशः एव, अकारस्य स्थाने लोपादेशः जातः. किन्तु अनन्तरं द्वितीयनिमित्तं द्वितीयविषयः कः अस्ति, प्रमुखविषयः, तादृश आदेशः परनिमित्तिकः अस्ति आर्धधातुके प्रत्यये परे इति, तत्र तेन कारणेन एव एषः आदेशः सञ्जातः खलु इति कृत्वा परनिमित्तिकः अजादेशः अस्ति. अधुना सामान्यतया लोपः तु अकारः नास्ति, सामान्यकार्येषु लोपः अकारः नास्ति एव, यद्यपि परादेश परनिमित्तः अजादेशः अस्ति, सामान्यविषये तु लोपः लोपः एव, अचुवर्णः अचुवर्णः एव, लोपः अचुवर्णः न भवति, स्थानिवत् न प्राप्नोति. किन्तु यत्र कार्यं प्राप्नोति स्थानिवद्भावम् इत्युक्ते पूर्वविधौ कर्तव्ये. अधुना अत उपादायाः इति सूत्रम् आगत्य तत्र स्थानिना स्थानिनः पूर्वं कार्यं कर्तुम् इच्छति, खात इति कारयितुम् इच्छति, तस्मिन् सन्दर्भौ अत्र पूर्वविधौ इति पूर्वविधौ इति विषयसप्तमी अस्ति. पूर्वविधौ तादृश आगत्य पूर्वं कार्यं कर्तुम् इच्छति, किं कर्तुम् इच्छति? अत्र वृद्धिकार्यं कर्तुम् इच्छति खलु, वृद्धि आदेशः, ह्रस्वकारस्य स्थाने वृद्धि कर्तुम् इच्छति अतोपदायः इति. अत्र अकारात् पूर्वम् आगच्छति खलु, उपादायम् आगच्छति कार्यम् अतोपदायः इति पूर्वविधिः अस्ति. तादृशसन्दर्भे सन्दर्भः यत्र भवति तस्मिन् सन्दर्भौ अस्माकं लोपादेशः जातः, तत्तु अकारवद् भवति इति कृत्वा किं भवति? अधुना उपदावर्णः अस्ति, किं कः उपदावर्णः? यदि लोपः अकारवत् अस्ति चेत् उपदावर्णः कः? तकारः अस्ति, तकारः नास्ति, तर्हि तकारस्य वृद्धिः न भवति, अतोपदायः इत्यस्य सूत्रस्य प्रसक्तिः न भवति इति कृत्वा कथ इति एव तिष्ठति. तर्हि अत्र तु विषयत्रयं वर्तते, अजादेशः भवेत्, कस्यपि स्वरस्य स्थाने आदेशः भवति अजादेशः कृते. द्वितीयकार्यं किमस्ति, मुख्यप्रमुखकार्यं, तादृश अजादेशः परनिमित्तिकः भवतु भवितव्यः इत्युक्ते परनिमित्तम् आसीत् इति कृत्वा अजादेशः सञ्जातः. परे निमित्तम् अस्ति, आर्धधातुके प्रत्यये परे इति कृत्वा एव अत्र लोपः अकारस्य स्थाने लोपः आगतः, तथा भवति चेत् अधुना सामान्यतः तु अजादेशः अचवर्णवत् न भवति, स्थानिवत् न भवति, किन्तु यत्र पूर्वविधिकार्यं तृतीयसोपाने द्वितीयसोपाने पूर्वविधिकार्यम् आगत्य अधुना कार्यं कर्तुमिच्छति, यत्र स्थानिनः पूर्वं कार्यं कर्तुमिच्छति, तस्मिन् सन्दर्भे तु अजादेशः स्थानिवद् भवति. सामान्यतया अल्विधिकार्यं स्थानिवद्भवं न प्राप्नोति, किन्तु एतादृशनियमाः सन्ति. परनिमित्तिकः अजादेशः तु स्थानिवद्भवति पूर्वविधौ कर्तव्ये इति. प्रश्नः अस्ति किम्? सम्यक् किं भगिनि? सम्यक् परनिमित्तिक इति अस्ति मनसि, स्पष्टं नास्ति भगिनि. परनिमित्तक इत्युक्ते यः आदेशः यत् स्थाने अस्ति, साधु परनिमित्तक यत् स्थाने आसीत् पूर्वम् एककथा, तत्र अकार परनिमित्तिकम् इति निच् अस्ति, अतो लोपति आर्धधातुकप्रत्ययः अस्ति, निच् अस्ति अधुना, निच् अस्ति अधुना, स्थानिनः अनन्तरम् आगच्छति खलु, आम् साक्षात् अस्ति, पूर्वकार्यमस्ति खलु, तत्र पूर्वकार्यमस्ति साधु स्थाने. भगिनि भगिनि उदाहरणमस्ति वा पूर्णनिमित्त भगिनि? भगिनि हलो अस्ति वा? न न सरला भगिन्याः ध्वनिः लुप्ता. अस्मि भगिनि, वयं तु न श्रुतवान् वयं तु न श्रुतवन्तः, अहं तु भगिनी भगिनी इति वदन्ती अस्मि. अस्तु अधुना अवगच्छति किं भगिनि परनिमित्तिकः इति? अजादेशः परनिमित्तिकः अस्ति इत्युक्ते अजादेशः सञ्जातः यत्र निमित्तं परम् आसीत् इति. अस्तु कार्यं तत् कार्यं परनिमित्तिकम् अपरनिमित्तिकं कार्यम् आसीत्, तादृश अजादेशः तु परनिमित्तिकं कार्यम् आसीत् सत्यं, तस्य निमित्तं तादृशकार्यस्य निमित्तं परम् आसीत् इति. निमित्तं तु पूर्वं भवितुम् अर्हति, पञ्चमे निर्देशः पूर्वं भवितुम् अर्हति, निमित्तं सप्तमी भवितुम् अर्हति परनिमित्तं, निमित्तं साक्षात् स्थानी एव भवितुमपि अर्हति खलु, इत्यस्मिन् स्थाने एव भवितुम् अर्हति, निमित्तं तृतीया विभक्त्या अपि भवितुम् अर्हति, अन्यत्र अपि व्यवधानं भूत्वा अपि भवितुम् अर्हति, किन्तु अत्र किम् अत्र तु परनिमित्तिकः इति साक्षात् परे भवति इति निमित्तम्. अस्तु अस्तु अस्तु भगिनि, एतदेव. तर्हि आहत्य तर्हि खतयोगः णिच् इत्यस्मिन् यद्यपि कतियोगः णिच् इति सञ्जातः, तथापि अतोपदायाः प्रसक्तिः न भवति. किमर्थं? तत्र लोपादेशः अकारवद् भवति अतोपदायः इति सूत्रस्य दृष्ट्या, यः लोपादेशः सञ्जातः तत्तु अकारवत् एव अस्ति, इत्युक्ते लोपं न पश्यति, केवलम् अकारमेव पश्यति अतोपदायाः. अकारवत् अस्ति, तस्य दृष्ट्या तु अकारवत् एव अस्ति, तथा एव मुखस्य लघुवदस्य च इत्यस्मिन्नपि गृहयोगः णिच् इत्यस्मिन् यद्यपि गृह्योगः णिच् इति आगतं कृतं, तथापि लघुपदस्य च इत्यस्य दृष्ट्या यः पूर्वविधिः अस्ति अधुना, तस्य दृष्ट्या तु अत्र तु हकारोति उक्तवती अकारः अस्ति अधुनापि, लोपः तु अकारवत् अस्ति इति कृत्वा उपादायां तु ऋकारं न पश्यति किन्तु हकारं पश्यति इति कृत्वा आगत्य कार्यं न करोति, प्रसक्तिः न भवति तस्य. तर्हि भगिनी अग्रे अत्र पुष्पा भगिनी पठति किं भगिनि इत्थं च चुरादिगणे इति आहत्य इति आरभ्य इत्थं च चुरादिगणे अदन्तधातुभ्यः णिच् प्रत्ययः विधीयते अतः लोपः स्थानिवत् नाम ह्रस्व अकार इव अनेन कारणेन अतप्रधायाः सूत्रस्य दृष्ट्या कत् धातुः कथ इतिवत् दृश्यते तस्मात् उपधायां तकारः प्रतीयते न तु ह्रस्वाकारः अस्यां दशायां किमपि कार्यं न सम्भवति यथा कत् योगः णिच् अतो लोपः कथयोगः णिच् भगिनि अत्र कथयोगः णिच् तकारः अस्ति तदेव मूलविषयः कथयोगः णिच् कथयोगः णिच् अतो लोपः कत् कत् योगः णिच् कथ नास्ति भगिनि कथयोगः णिच् अत्र अकारः अस्ति कथयोगः णिच् इत्यस्मिन् अतो लोपः आगच्छति न प्रथमं तु प्रथमं तु कथ इति वक्तव्यं तदेव उक्तं भगिनि कथयोग कथ एव कथ एव कथ एव योगः णिच् अतो लोपः कत् योगः णिच् अत उपधायाः इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म अचः परस्मिन् पूर्वविधौ इत्यनेन कत् धातोः अन्त्यः लोपः अत् इव दृश्यते अस्तु तद् आगच्छति चेत् अपि कथा एव तिष्ठति इति अत उपधायाः तादृशं दृश्यते सामान्यतया तु स्थानिवद्भावं न प्राप्ति किन्तु अत्र स्थानिवद्भावम् अल् विधिः अत्र स्थानिवद्भावं प्राप्नोति अल् अल् वर्णम् अत्र स्थानिवद्भावं प्राप्नोति यत्र पूर्वविधौ परस्परनिमित्तिक अजादेशस्य स्थानिवद्भावं प्राप्नोति पूर्वविधौ कर्तव्ये इति अस्तु तद् इति सूत्रेण कथा दृश्यते इति कारणतः उपधायाम् अधुना तकारः वर्तते अतः वृद्धिः न भवति तत्तु काति इति न भवति इति कति एव तिष्ठति समानविषयः अस्ति अत्र अस्माकं यत् स्वार्थे निच् पठितम् आसीत् तत्रापि समानमेव प्रक्रिया तु समाना अस्ति खलु निचि इति एव तत्रापि आगच्छति तत्रापि समानकार्यमस्ति अधुना प्रेरणातः कनिच्छति तत्र स्वार्थे यत् निच् अस्ति तदपि निच् प्रत्ययः तु साक्षात् आर्तदातुकप्रत्ययः अस्ति इति कृत्वा समानसोपानानि एतदपि आर्द्रदातकप्रत्यय एव चुरादिगणे अपि तत्तु प्रेरणार्थे तु साक्षात् आर्द्रदातकम् इति स्वीकृत्य प्रक्रिया अपि आर्द्रदातकः अस्ति अस्तु भगिनि धन्यवादः भगिनि प्रश्नः अस्ति किं अत्र अग्रे भगिनि पठति किम् अरुणा भगिनी पठति किं भगिनि चुरादिगणे चुरादिगणे दन्तेषु धातुषु एतादृशी गतिः सर्वत्र खत् योगः निच् कथि योगः शप् कथयति वा कथयते इति उभयपदी रूपमस्ति अत्र तथा एव गण धातु गण इति अकारान्तदातवः ततः निच् हेतुमति इत्युक्ते निच् आगच्छति ततः अतो लोपः इति सूत्रेण अकारलोपः भवति परन्तु हेतुपदायसूत्रम् आगत्य कार्यं कर्तुं प्रयत्नं करोति ततः अचः परस्मिन् पूर्वविदो सूत्रं वदति परिनिमित्तक अजादेशः स्थानिवद् भवति ततः अत्र बुद्धिः न भवति गणि ततः गणि एव रूपं गणित् इति सन्नद्यन्तदातवः गणियोगः शप् गण गुण भवति गणे गणीयोग आ गण्य गण गणयति इति रूपं भवति भगिनि अत्र भगिनि हेतुमति चुरादिगणे अपि आगच्छति हेतुमति वयं प्रेरणार्थकविषये पठामः भगिनि भिन्नकरपत्रमस्ति समानसोपानानि किन्तु अत्र प्रेरणार्थकनिच्छस्ति इति चुरादिगणे अपि अस्तु तदेव छिप् धातु योगः निच् छिपि इति रूपमेव भवति तदनन्तरं छिपि योगश क्षिपयति वा क्षिपयते इति रूपं निष्पन्नं भवति पुट् धातु पुट् योगः निच् पुटि इति रूपं धातु नूतनधातु पुटि योगः श पुटयति पुटयते गृह् धातु योगः निच् गृहि योगः श गृहयति गृहयते इति रूपं धन्यवादः भगिनि सरला भगिनि अत्र पङ्क्तिम् एका पङ्क्तिः अस्ति खलु तदपि तामपि पठित्वा वयं विरमामः अद्य किञ्चित् पठति किल अत्र प्रश्न उदेति यत् कथ कत् योगनिच् इति स्थले अतोपधाय इत्यनेन यः वृद्धि आदेश गृह योगनिच् इति स्थले च पुगन्तलघुपदस्य च इत्यनेन च गुणादेश द्वयोः निवारणार्थाय स्थानिवद् भाव अपेक्षित इति तु सत्यं किन्तु स्थानिवत् आदेशो अनल्विधौ इति सामान्यसूत्रेण किमर्थं न स्यात् अचः परस्मिन् पूर्वविधौ इति विशिष्टसूत्रस्य का आवश्यकता इति चेत् प्रथमतया स्थानिवत् आदेशो अनल्विधौ इति सूत्रस्य पुनर्स्मरणं सम्यक् रीत्या भवेत् यदा अग्रे पठनीयं वयम् इदानीं दृष्टवन्तः आपदशिकधातु कथ तस्मात् अतो लोप इति सूत्रेण कथ इति भवति वा यदि शिप् वा पुट् गृहे अस्ति तत्र व्यकारलोपः भवति तत्र अतुपधाया तस्य यदि हलन्त्य उपधायाम् अकारस्ति अतः उपधाया कार्यं करोति यदि हलन् उपधायाम् इक्वान् अस्ति चेत् पुगन्तलघुपदस्य इति सूत्रस्य कार्यं भवति किन्तु द्वयोः सूत्रयोः बाधा आगच्छति तस्य कार्यं न भवति कथं न भवति तस्य स्थाने अच परस्मिन् पूर्वविदौ इति सूत्रेण अच् इति आदेश स्थानिवद् भूत्वा तत् कार्यं बाधितं करोति अतः स्पष्टरूपं वयं प्राप्नुमः इदानीं प्रश्नः अस्ति कथं सामान्यसूत्रं स्थानिवद् आदेशो अनर्विधौ तत् सूत्रस्य कार्यं न भवति किन्तु विशिष्टसूत्रे अच परस्मिन् पूर्वविदौ इति आगत्य कार्यं करोति इति प्रश्नः अस्ति अत्र किम् इत्युक्ते अचः परस्मिन् स्थानिवद् आदेश इत्येव वदति चेत् पाणिनिः पर्याप्तं खलु किमर्थम् अनल्विदौ इति उक्तवान् यदि स्थानिवद् आदेशः इति वदति चेत् इति एव सूत्रमासीत् चेत् अत्र तु अस्य अचः परस्मिन् पूर्वविदौ इत्यस्यैव आवश्यकता एव नास्ति खलु इति प्रश्नः किन्तु तथा न कर्तुं शक्यते खलु पूर्वतनकरपते दृष्टवन्तः एव किमर्थं वयम् अल्विदि अल्वर्णं स्थानिवद्भावं न स्वीक्रियते अल्वर्णानाम् इति वयं तु दृष्टवन्तः न कर्तुं शक्नुमः इति अस्माकं प्रक्रिया एव दोषाय भवति सर्वत्र साधुरूपाणि न प्राप्नुमः इति कृत्वा सामान्यतया अल्विधिकार्येषु स्थानिवद्भावं वयं न स्वीकुर्मः किन्तु यत्र अचः परस्मिन् परनिमित्तिकः जादेशः यत्र भवति तत्र पूर्वविधौ कर्तव्ये स्थानिवद्भावं स्वीकुर्मः यद्यपि अल्वर्णः अस्ति तथापि वयं स्वीकुर्मः इति विशिष्टं कार्यमस्ति इति कृत्वा अस्तु भगिनि विरमामः किल धन्यवादः धन्यवादः धन्यवादः शुभरात्रिः।